गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम् आकाशस्य लक्षणनिरूपण अवसरे वयं स्मः तत्र शब्दगुणकम् आकाशम् इति उक्त्वा गुणपदं किमर्थं योजितम् इति पृष्ट्वा तत्र शब्दः इति गुणः आकाशः इति द्रव्ये समवायसम्बन्धेन वर्तते इति बोधनार्थं गुणपदं योजितम् इति अस्माभिः अधीतम्। किमर्थं तस्य आवश्यकता, समवायसम्बन्धस्य आवश्यकता इति पुनः पृष्ट्वा तत्र आकाशः प्रत्यक्षयोग्यः वा इत्यस्मिन् विषये चिन्तनं कृत्वा आकाशे रूपं नास्ति, यस्य रूपवत्त्वम् अस्ति अपि च परमाणुपरिमाणभिन्नपरिमाणमस्ति तस्य एव प्रत्यक्षं भवितुम् अर्हति इति ज्ञात्वा आकाशे रूपं नास्ति इति कृत्वा आकाशः प्रत्यक्ष अयोग्यः। इदानीं प्रत्यक्ष अयोग्यः इति चेत् प्रत्यक्षेन न ज्ञातुं शक्यते, अपि च आकाशे स्पर्शः इति गुणः अपि नास्ति इति कृत्वा त्वचा अपि ज्ञातुं शक्यते, अतः प्रत्यक्ष अयोग्यः आकाशः इति कृत्वा इदानीम् आकाशः इति भिन्नद्रव्यः अस्ति इति कथं वा ज्ञायते, केन प्रमाणेन ज्ञायते इति पुनः प्रश्नं कृत्वा तत्र अनुमानेन एव आकाशः इति द्रव्यम् अस्ति इति ज्ञायते, अनुमानेन ज्ञायते। अनुमानस्य हेतुः कः इति चेत् शब्दः एव, शब्दः इति गुणः, यत्र गुणः स्वेन यत्र कुत्रापि न तिष्ठति, तत्र गुणस्य आधारीभूतद्रव्यं किमपि भवेत्। इदानीं शब्दः इति गुणः अस्ति इति वयं प्रत्यक्षेण ज्ञातुं शक्नुमः, श्रोत्रेन्द्रियेण शब्दस्य ग्रहणं भवत्येव इति, इदानीं शब्दः इति गुणः अस्ति इति प्रत्यक्षेन अस्माभिः ज्ञायते, किन्तु शब्दः इति गुणः कुत्र अस्ति इति पृष्ट्वा तादृशद्रव्यः यस्मिन् शब्दः अस्ति तदेव आकाशः, अतः शब्दगुणकम् आकाशम्। हा वदतु महोदय। महोदय, किमर्थं शब्दगुणः इति स्वीकृतं नैयायिकानाम्? शब्दः गुणः किमर्थम्? इदानीं गुणः नास्ति चेत् तत्र अस्माकं पुरतः सप्तपदार्थाः एव सन्ति, अस्तु किल, तेषु अन्यतमः यत्र कुत्रापि भवेत् शब्दः। इदानीं क्रिया भवितुमर्हति वा शब्दः? न भवितुमर्हति। समवायः न भवितुम्, समवायः इति सम्बन्धः न भवितुमर्हति। विशेषः इति अपि नास्ति इति पदार्थः केवलं परमाणुषु एव भवति इति कृत्वा तत्र तदपि न भवितुमर्हति। अभावः पदार्थरूपेण केन कारणेन न स्वीकृतम्? पदार्थः इत्युक्ते क्षम्यता, द्रव्यरूपेण, द्रव्यरूपेण शब्दस्य नैयायिकानां, क्षम्यतां, मीमांसकानाम् अनुसारं शब्दः द्रव्य इति वदति खलु? आम्, इदानीं सत्यं, तेषां मतानुसारं तादृशं ते चिन्तयन्ति। इदानीं नैयायिकानां मतानुसारं शब्दः द्रव्यम् इति स्वीकुर्मश्चेत् तत्र कः क्लेशः भवति? भवतः चिन्तनं किम् अस्मिन् विषये? तत्र पद यदा शब्दः द्रव्यमस्ति चेत् तत्र गुणः भवतु, कः गुणः तत्र वर्तते इति वक्तव्यम् अस्ति इति वक्तव्यम्। द्रव्यं यत्किमपि द्रव्यं तत्र निर्गुणत्वेन भवति वा इति अपि चिन्तनीयं भवति यदि शब्दः द्रव्यम् इति स्वीकुर्मश्चेत्। शब्दे कीदृशगुणः भवति इति अपि चिन्तनीयं किल, यथा पृथिव्यां गन्धः अस्ति, यथा जले किमस्ति रसः अस्ति इति तादृशं किमपि शब्दे अपि भवेत्, नो चेत् शब्दः इति द्रव्यं निर्गुणं भवति इति तादृशचिन्तनं करणीयमस्ति एकम् इति अस्ति। अपि च इदानीं शब्दः द्रव्यम् इति वदामश्चेत् तत्र स्वेन तिष्ठति, द्रव्यस्य आधारः इदानीं मूलद्रव्यम् इति स्वीकुर्मश्चेत् नवद्रव्येषु नो चेत् दशद्रव्याणि सन्ति तेषु अन्यतमः शब्दः इति स्वीकुर्मश्चेत् तत्र शब्दः स्वेन तिष्ठति, अन्यस्य आधारं विना स्वेन तिष्ठति इति वक्तव्यं। तादृशं शब्दस्य वक्तुं शक्यते वा इत्यपि चिन्तनीयम्। तत्र क्लेशः भवति, क्लेशः अस्ति इति कृत्वा शब्दः इति गुणम् इति स्वीकुर्मश्चेत् हा तत्रापि लाघवं गौरवम् इति चिन्ता अस्ति। सत्यं सत्यं सत्यं तत्रापि इदानीं तत्र सर्वत्र अतः एव मया उक्तं नैयायिकाः लाघवशरणीयाः इति, यत्र यत्र लाघवमस्ति तत्रैव ते स्थापयन्ति। तस्मिन् सदसि एव ते स्थापयन्ति इति कृत्वा इतोपि महान् महत् कारणमस्ति शब्दः किमर्थं गुणम् इति स्वीकृतमिति, तत्र अग्रे यदा पठिष्यामः तत्र आयाति सर्वम्। अस्तु महोदय, अस्तु हा इति इदानीं शब्दः इति गुणः यस्य कस्यापि द्रव्ये भवेत् तादृशद्रव्यं किम् अस्ति इति चेत् आकाशः एव तादृशद्रव्यम् इति स्वीकृत्य शब्दगुणकम् आकाशम् इति उक्तम्। पुनः इदानीम् आकाशः अनुमानेन एव ज्ञातम् इति कृत्वा इदानीं तत्र लाघवगौरवचिन्तनस्य चिन्तनम् अपेक्षितमस्ति इत्युक्ते यत्र यत्र अनुमानेन यद् यत्किमपि पदार्थः यः कोऽपि पदार्थः अनुमानेन ज्ञायते चेत् तत्र लाघवं यत्र अस्ति तदेव स्वीकर्तव्यम् इति नैयायिकानां मतम्। इदानीं सङ्ख्याविषये एकत्वं स्वीकुर्मश्चेत् तत्रैव लाघवमस्ति, नित्यत्वं स्वीकुर्मश्चेत् तत्रैव लाघवमस्ति। नित्यत्वे कीदृशलाघवमस्ति इति चेत् तत्र अवयवाः के, अपि च प्रागभावः, ध्वंसः, प्रध्वंसभावः इति एतत् सर्वं यदि अनित्यत्वं यस्य कस्यापि अनित्यत्वं स्वीकुर्मश्चेत् तत्र एतत् सर्वं वक्तव्यम् अस्ति अपि च निरूपणीयमपि अस्ति। नित्यत्वम् इति स्वीकुर्मश्चेत् एतत् सर्वं न वक्तव्यमेव, अतः तत्र लाघवमस्ति। किन्तु केवलं लाघवमस्ति इति कृत्वा तदेव स्वीकर्तव्यम् इति न, यत्र लाघवं लाघवत्वेन एकत्वं वा नित्यत्वं वा स्वीकृतं तत्र क्लेशः अपि न भवेत् तदपि द्रष्टव्यम्। इदानीं तत्र घटः नित्यः इति स्वीकुर्मश्चेत् तत्र क्लेशः भवति, किमर्थमित्युक्ते घटस्य ध्वंसः प्रत्यक्षेन अस्माभिः ज्ञायते इति कृत्वा सर्वं नित्यं भवतु इति तादृशं मा भूत्। यत्र अनुमानेन ज्ञायते तत्र ये पदार्थाः अनुमानेन ज्ञायन्ते तेषां विषये सङ्ख्यायाः विषये एकत्वं नित्यत्वविषये नित्यत्वम् अपि च दिशतः पश्यामश्चेत् तस्य विभुत्वम् कस्यापि किमपि उक्तं वा क्षम्यताम् अहं विभुत्वम् उक्तवती हा हा हा अस्तु विभुत्वम् इति नित्यत्वे विभुत्वे अपि च एकत्वे लाघवमस्ति लाघवम् इत्युक्ते किं यत्र बुद्धेः क्लेशः क्लेशः इत्युक्ते क्लेशः इति साक्षात् दोषः इति नास्ति किन्तु अधिकचिन्तनं यत्र न भवति तत्र लाघवम् इति वदामः बुद्धेः क्लेशः नो चेत् अधिकचिन्तनं यत्र भवति तत्र गौरवम् इति वदामः अतः न्यूनमेव चिन्तनं कुर्मश्चेत् तत्रैव लाघवम् अस्ति इति कृत्वा एकत्वे विभुत्वे अपि च नित्यत्वे लाघवमस्ति इति कृत्वा तत्र सामान्यम् औत्सर्गिकम् अस्ति एकत्वं नित्यत्वम् अपि च विदुत्वं विभुत्वं कुत्र यत्र पदार्थस्य ज्ञानम् अनुमानेन भवति तत्रैव इदानीं प्रत्यक्षेन यस्य कस्यापि ज्ञानं भवति चेत् तत्र एतादृशं लाघवगौरवस्य चिन्तनमेव नास्ति किमर्थमित्युक्ते प्रत्यक्षेन तस्य स्वरूपं कीदृशम् अस्ति इति ज्ञातुं शक्यते इत्यतः इदानीं घटः एकत्र एव अस्ति सर्वत्र नास्ति इति कृत्वा घटः विभुः इति यदा कदापि न वक्तुं शक्यते यत्र अनुमानेन एकस्य पदार्थस्य ज्ञानं भवति तत् द्रव्यं वा गुणं वा यत्किमपि भवतु द्रव्यं तत्र गुणमिति न वक्तव्यमासीत् किमर्थम् इत्युक्ते परिमाणम् इत्यपि गुणमस्ति इति कृत्वा परिमाणम् इति गुणं केवलं द्रव्ये एव भवितुमर्हति इति कृत्वा तत्र इदानीं द्रव्याणां विषये एव अस्माकं चिन्तनं प्रवर्तनीयं भवति अनुमानेन यद्द्रव्यं ज्ञायते तत्र सर्वत्र एकत्वं विभुत्वम् अपि च नित्यत्वं स्वीकुर्मश्चेत् तत्रैव लाघवम् अस्ति इति कृत्वा तदेव स्वीकार्यम् इति तावत्पर्यन्तम् अस्माभिः गतवर्गे अधीतम् इदानीं तत्र पुटसङ्ख्या 350 350तमपुटे अस्ति तथापि श्रोत्रेन्द्रियेण इति द्वितीयपरिच्छेदः ततः आरभ्य अद्य पठनीयम् एतावत्पर्यन्तं कस्यापि सन्देहः वर्तते वा महोदय तत्र विभागग्रन्थे इति मध्यपरिमाणं कोष्ठी अस्ति खलु विभागग्रन्थे इत्युक्ते किञ्चि कुत्र अस्ति भगिनि पृथिव्यादिचतुष्टस्य विभागग्रन्थे तत्र त्रीणि कोष्ठानि सन्ति खलु जि तत्र तृतीयकोष्ठे विभागग्रन्थे इत्युक्ते किञ्चि हा तत्र पृथिव्याः लक्षणनिरूपण अवसरे तत्र लक्षणवाक्ये गन्धवती पृथिवी सा द्विविधा नित्यञ्च अनित्यं च नित्या च अनित्या च अनित्या कार्यरूपा पुनस्त्रिविधा अनित्या कार्यरूपा अनित्या पृथिवी पुनस्त्रिविधा इन्द्रिय शरीर इन्द्रियविषयभेदात् इति तत्र तदेव विभागः इति शरीर इन्द्रियविषयेण विभजितमस्ति तत्र ग्रन्थः इत्युक्ते पुस्तकम् इति नास्ति न ग्रन्थः इत्युक्ते पुस्तकं नास्ति विभागग्रन्थे इत्युक्ते मूलग्रन्थे तर्कसङ्ग्रहे पृथिव्याः विभजनस्य विषये उक्तं तस्मिन् इति अर्थः तावदेव. अस्तु जि, अस्तु जि, धन्यवादः. तावदेव इत्युक्ते अत्र विभागग्रन्थः इति भिन्नपुस्तकमस्ति इति तत्र इति नास्ति. मुरळीमहोदय पुटसङ्ख्या अस्ति 53. अस्तु तर्हि अद्य हा अस्तु इदानीं शिवराममहोदय भवान् पठितुमिच्छति वा? आम् आम् हा पठतु महोदय. श्रूयते न? श्रूयते महोदय. पठामि. अस्ति तथापि श्रोत्रेन्द्रियम् आकाशरूपं कुतः तन् कुतः तत् उक्तम् उच्यते? घ्राणेन्द्रियात् प्रभूतिः चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते. तत्र तावत्पर्यन्तं अस्ति. कुतः तन् न उक्तम् इति अस्ति. कुतः उक्तम् इति न, कुतः तन् न उक्तम्, न उक्तं, तत् न उक्तं. तावत्पर्यन्तं श्रोत्रेन्द्रियम् आकाशरूपं कुतः तत् न उक्तम् उच्यते? घ्राणेन्द्रियात् प्रभूतिः चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते. न अवगतं महोदय. महोदय तत्र कुतः न उक्तम् इति किमर्थं प्रश्नः तत्र उदेति? आकाशस्य लक्षणवात् न कुत्र? आमाम् इदानीम् आकाशस्य संख्या किम् इति उक्तम्? आकाशस्य संख्या एकम् एकः अस्ति. आकाशम् एकम् आकाशः एकः अस्ति. तत्रैव लाघवम् इदानीम् आकाशः आकाशः इति द्रव्यम् अनुमानेन एव ज्ञातम् इति कृत्वा आकाशः एकः इति स्वीकृतम्. किन्तु अत्र एकत्वं स्वीकृते एकत्वस्य स्वीकरणेन कः दोषः भवति? नो चेत् अत्र कः प्रश्नः, कः क्लेशः? तत्तु अनुमानेन स्वीकृतमस्ति न आकाशमधुना? आमां सत्यम् इदमान अनुमानेन आकाशः इति द्रव्यम् अनुमाने एव ज्ञातम्, अतः तस्य एकत्वं स्वीकृतम्. मया किमुक्तम्? एकत्वं कदा स्वीकरणीयम्? एकत्वे तु लाघवत्वं लाघवम् अस्ति, तथापि क्लेशः न भवेत्. इदानीम् एकत्वस्य आकाशस्य एकत्वस्य स्वीकारे कः क्लेशः अस्ति? तत्र श्रवणे श्रोत्रेन्द्रिये आकाशरूपम् अस्ति, परन्तु भिन्नभिन्नरीत्या वयं वयं सर्वे श्रोतं खलु जि, भिन्नभिन्नरीत्या शब्दः अस्ति आकाशे, शब्दः अस्ति, इन्द्रियाणि श्रोत्रे इन्द्रियाणि द्वारा एव वयं सर्वं एतत् विषयं श्रुतं, परन्तु भिन्नभिन्नरीत्याः एव तत्र अस्ति, अतः एव तत्र क्लेशः. सत्यं तत्र भिन्नभिन्नरीत्याः इति भगिनी उक्तवती, प्रायः तस्याः आशयः एवमस्ति. अस्माकं श्रोत्रेन्द्रियं तु भिन्ना अस्ति, इत्युक्ते मम श्रोत्रेन्द्रियं भवतः श्रोत्रेन्द्रियं नास्ति, भवतः श्रोत्रेन्द्रियं मम श्रोत्रेन्द्रियं नास्ति. यद्यपि भवतः श्रोत्रेन्द्रियम् अपि आकाशं, मम श्रोत्रेन्द्रियम् अपि आकाशीयम्, आकाशम् इत्युक्ते आकाशीयम् अस्ति, भवतः श्रोत्रेन्द्रियमपि आकाशीयम् अस्ति, अपि च आकाशः एकः एव अस्ति चेत् कथं वा मम श्रोत्रेन्द्रियं भवतः श्रोत्रेन्द्रियात् भिन्नः? अपि च यत् मया श्रोत्रेन्द्रिय यत् शब्दं, यः शब्दः मया मम श्रोत्रेन्द्रियेण मया ज्ञायते, सः शब्दः भवान् इदानीं तत्र बहिः अस्ति चेत् भवतः श्रोत्रेन्द्रियेण यः शब्दः मया श्रुतं भवतः श्रोत्रे तदेव सः एव शब्दः न श्रुतः किल. इत्युक्ते श्रोत्रेन्द्रियं भिन्नमस्ति, अतः श्रोत्रेन्द्रियं भिन्नमस्ति इति कृत्वा, अपि च श्रोत्रेन्द्रियम् आकाशरूपम् इति कृत्वा, किमर्थम् आकाशस्य अनेकत्वं न स्वीकृतम्, एकम् इति किमर्थम् उक्तम्? अतः एव कुतः तन्न उक्तं. तन् इत्युक्ते श्रोत्रेन्द्रियस्य भिन्नत्वे सति तत्र अनेकत्वं किमर्थं न उक्तम् इति प्रश्नः. प्रश्नः अवगतः वा? अवगतम् अवगतं शिवरामः. आमाम् अवगतं, प्रश्नः अवगतम्. अतः एव अत्र उक्तं घ्राणेन्द्रियात् प्रभृति चतुर्भिः इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते. हा, इदानीम् अग्रे पठतु महोदय. तत्र प्रक्रिया घटादिद्रव्ये यादृशी तादृशी एव, तथा हि द्वाभ्यां पृथिवीपरमाणुभ्यां पृथिवीद्वणुकम् उत्पद्यते, त्रिभिः द्वणुकैः त्र्यणुकम् उत्पद्यते, चतुर्भिः त्र्यणुकैः चतुर्णुकम् इति इत्येवम् अवयवीनां घटादीनाम् उत्पत्तिः भवति. तत्र पृथिवी परमाणुद्वणुकयोः उद्भूतरूपं महोदय. तत्र तत् प्रक्रिया घटादिद्रव्ये घटादिद्रव्ये यादृशी तादृशी एव, तथा हि द्वाभ्यां इत्युक्ते कुत्र? घ्राणेन्द्रियात् प्रभुचतुर्णेन तत्र पङ्क्तिः न दृष्टं खलु, पूर्वतनपङ्क्तिः न पठितं भगिनि. घ्राणेन्द्रियात् अस्तु अस्तु इदानीं घ्राणेन्द्रियात् प्रभूति चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते. तत्र तत्र नाम यत्र उत्पत्ति जायते तत्र न केषाम् उत्पत्तिः? तत्र अवयवानाम् उत्पत्तिः अवयवैः, न अवयवेन इन्द्रियाणाम् उत्पत्तिः, न अवयवानाम् उत्पत्तिः. वदतु. अवयवैः जायते. कर्मणीयम् अस्ति तर्हि अवयवानाम् उत्पत्तिः अत्र महोदय इन्द्रियाणाम् उत्पत्तिः. आम् किञ्चित् सोपानेन एकनिमिषं. तत् समीचीनम् इदानीं भवता उक्तं. तत्र इत्युक्ते उत्पत्तेः इति उत्पत्ति इत्यस्मिन् सन्दर्भे केषाम् उत्पत्तिः इत्युक्ते घ्राणेन्द्रियाणां घ्राणेन्द्रियादीनाम् इत्युक्ते घ्राणेन्द्रियाणां घ्राणेन्द्रियस्य रसनेन्द्रियस्य त्वगिन्द्रियस्य अपि च चक्षुरिन्द्रियस्य उत्पत्तेः विषये यथा घटादिद्रव्ये इत्युक्ते घटः केन उत्पद्यते? घटः पृथ्वीद्रव्येन वा कपालः अस्ति. कपालद्वयसंयोगेन घटः उत्पद्यते. कपालद्वयसंयोगेन घटस्य निर्माणं भवति, उत्पत्तिः भवति. इदानीं पटस्य उत्पत्तिः कथं भवति? तन्तु तत्र तन्तुः तन्तूनां संयोगेन पटस्य उत्पत्तिः भवति. एकत्रीकरणेन पटस्य निर्माणं भवति. सत्यं. तादृशी अत्रापि इत्युक्ते इन्द्रियाणाम् उत्पत्तेः विषये, सर्वेषाम् इन्द्रियाणाम् इति नास्ति, श्रोत्रेन्द्रियं विहाय चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते. यथा घटस्य उत्पत्तिः तस्य अवयवः कपालयोः संयोगेन जायते, यथा पटस्य उत्पत्तिः तन्तूनां संयोगेन जायते इत्युक्ते अवयवैः जायते तथा चतुर्णाम् इन्द्रियाणाम् उत्पत्तिः अवयवैः जायते इति दत्तम् अवगच्छति किल आम् अवयवैः जायते अतः एव एतानि इन्द्रियाणि अनित्या सन्ति अनित्यः सन्ति अवयवैः कार्यं यत् कार्यं तद् अनित्यम् इति कृत्वा भवतु इदानीं सीमा भगिनी अग्रे वदति वा तथा हि इति महोदय किन्तु मम एकः प्रश्नः अस्ति महोदय अत्र कुतः तन्न उक्तं मम मनसि अस्ति कुतः तत् विभागः न उक्तं यतोहि पृथिव्याः निरूपणस्य समये तस्य विभागः अस्ति शरीरेन्द्रियविषयभेदात् अत्र इन्द्रिय अस्ति घ्राणेन्द्रियस्य अत्र सूचनमस्ति एवं जले अपि शरीरेन्द्रियविषयभेदात् एवम् अस्ति किन्तु आकाशस्य सम्बन्धी श्रोत्रेन्द्रियम् अस्ति तस्य विभागः न कुतः न उक्तं तत् मम मनसि अस्ति सम्यक् न वा न जाने भवान् यद्भवत्या उक्तं तदेव तदेव वार्ता भवत्याः अवगमनं समीचीनमेव समीचीनमेव अस्ति किन्तु तादृशप्रश्नः अत्र किमर्थम् उदितम् इति चेत् तत्र आकाशस्य एकत्वं स्वीकृतं किल तच्च एकम् इति इदानीम् एकम् इति यस्य कस्यापि द्रव्यस्य सङ्ख्यायाः एकत्वं स्वीकृतं चेत् तत्र विभजनविषये किमपि न वक्तव्यम् तस्य मूलकारणमस्ति एकत्वम् इति स्वीकृतम् इति कारणेन तदा मया उक्तं किन्तु भवत्याः अवगमनं समीचीनमेव तत्र पृथ्वी परमाणुद्वयोः तत्र पठनीयमस्ति महोदय ततः तथा हि इति अस्ति किल महोदयेन पठितं भवत्याः अवगमनमस्ति चेत् अग्रे वक्तुं शक्यते नो चेत् पुनः पठित्वा वदतु न मम अवगमनम् अस्ति ओके अत्र उत्पत्तिः क्रमः दत्तमस्ति परमाणु उत्पत्तेः क्रमः उत्पत्तेः क्षम्यतां धन्यवादः महोदय उत्पत्तेः क्रमः दत्तः अस्ति परमाणुभ्यां परमाणुद्वयं मिलित्वा द्वेणुकं भवति त्रिः द्वणुकैः त्रणुकं भवति एवं च चतुर्भिः त्रणुकैः चतुर्णुकं भवति एवम् एव चरम अवयवी पर्यन्तं मेलनं भूत्वा घटादीनाम् उत्पत्तिः भवति समीचीनं बहु समीचीनं भगिनि अतः अग्रे पठतु तत्र पृथिवी परमाणुद्वणुकयोः उद्भूतरूपं सत्त्वेऽपि परमाणुपरिमाण अतिरिक्तपरिमाणाभावात् प्रत्यक्षं न भवति इति प्राक् उक्तम् त्रणुकात् प्रभृति चरम अवयविपर्यन्तं सर्वेषु महत्त्वोद्भूतरूपयोः सत्त्वात् भवति तेषां प्रत्यक्षम् एवं जलादौ अत्र पृथिवी परमाणु द्वणुकयोः रूपम् अस्ति किन्तु तयोः उद्भूतरूपं नास्ति अतः तेषां तयोः प्रत्यक्षं भवितुं न अर्हति, तत् अस्माभिः पूर्वम् अधीतम्. भगिनी तत्र उद्भूतम् अस्ति इति उक्तवती वा नास्ति इति उक्तवती वा? उद्भूतरूपं नास्ति. क्षम्यताम्, न अत्र किम् उद्भूतरूपम् अस्ति किन्तु परिमाणं परमाणु अतिरिक्तपरिमाणं नास्ति तयोः, अतः प्रत्यक्षं भवितुं न अर्हति. यतोहि इदानीम् उद्भूतरूपम् अस्ति इति किमर्थं स्वीकृतम्? यतोहि पृथिव्यां रूपम् अस्ति, अतः समीचीनम् अपि रूपं भवितव्यम्. समीचीनं भवेत्, समीचीनम्. अस्तु अग्रे. त्रेणुकात् प्रभृति चरम अवयवि पर्यन्तं सर्वेषु महत्त्व उद्भूतरूपयोः सत्त्वात् भवति तेषां प्रत्यक्षम्. त्रेणुकात् प्रभृति आरम्भ त्रेणुकात् आरम्भात् चरम अवयवपर्यन्तं तेषाम् उद्भूतरूपमपि अस्ति एवं च महत्परिमाणमपि अस्ति, अतः तेषां प्रत्यक्षं भवति. जलादौ अपि एवमेव अस्ति, तथैव अस्ति. हा समीचीनम्. अत्र महत्त्व उद्भूतरूपयोग, अत्र महत्त्वमिति उक्तं, तथापि अस्माकं तत्र अवधानं भवेत्. महत्त्वम् इत्युक्ते परममहत्त्वम् इति नास्ति, केवलं मध्यमपरिमाणं, तदेव अस्माभिः अधीतम् इति कृत्वा मनसि महत्त्वम् इत्युक्ते तत्र मध्यमपरिमाणम् इति मनसि भवेत्. समीचीनम्. अतः इदानीं त्रयणुकात् प्रभृति इत्युक्ते त्रयणुकस्य प्रत्यक्षं भवितुम् अर्हति. त्रयणुकं प्रत्यक्षयोग्यमस्ति. अपि च त्रयणुकात् प्रभृति इत्युक्ते त्रयणुकतः चरम अवयविपर्यन्तम् इत्युक्ते घटपर्यन्तं वा पटपर्यन्तं वा यत्किमपि अवयवी भवतु, तावत्पर्यन्तं सर्वेषु कार्येषु महत्त्व उद्भूतरूपयोः सत्त्वात्, महत्त्वमपि अस्ति उद्भूतरूपमस्ति उद्भूतरूपमपि अस्ति इति कृत्वा तेषां प्रत्यक्षं भवति. एवमेव जलादौ अपि, एवमेव जलादौ इत्युक्ते द्वाभ्यां जलपरमाणुभ्यां तत्र जल त्रेणु द्युणुकं जायते. इदानीं त्रिभिः जलद्युणुकैः जलत्रेणुकं जायते इति तादृशमस्ति. समीचीनं. त्रेणुके षट् परमाणवः सन्ति. आम् आम्, षट् परमाणवः सन्ति. चतुर्णुकं 6 times 24, ऐ मीन् 6 times 4, 24 परमाणवः सन्ति. सत्यं सत्यम् इति चतुर्विंशतिः परमाणवः सन्ति इति तादृशं भवति. ज्योमेट्रिकल् प्रोग्रेशन् भवति, न तु अरिथ्मेटिकल् प्रोग्रेशन्. समीचीनं, धन्यवादः भगिनि. धन्यवादः. अस्तु इदानीम् अग्रे, हा विद्या भगिनी अग्रे पठति वा कृपया. परन्तु ग्राणादि इन्द्रियाणां चतुर्णामपि इन्द्रियान्तरेण स्वेन वा प्रत्यक्षं न भवति इति अनुभविकं, तन्निर्वाहाय तेषाम् अवयवपरम्परायां द्वयणुकादिषु कुतश्चित् विरोधवशात् उद्भूतरूपं न उत्पद्यते इति स्वीक्रियते. परन्तु ग्राणादि इन्द्रियाणाम् इत्युक्ते अत्र ग्राणम् अपि च चक्षुः, चक्षुरेन्द्रियं रसनेन्द्रियम् अपि च तत्र अन्यत् किम् अस्ति, त्वगेन्द्रियं चतुर्णामपि इन्द्रियान्तरेण स्वेन वा प्रत्यक्षं न भवति इत्युक्ते तत्र स्वयमेव प्रत्यक्षं न भवति. अत्र चक्षुरिन्द्रियं तु स्वयमेव प्रत्यक्षं भवति, अत्र चक्षोः पुरतः वस्तुः अस्ति चेत् प्रत्यक्षं स्वयमेव भवति, परन्तु अत्र ग्राणेन्द्रियाणां चतुर्णामपि इन्द्रियान्तरेण, ओ इत्युक्ते अत्र ग्राणेन्द्रियम् इति केवलं गन्धस्य ग्राहकः, गन्धमेव ग्राणेन्द्रियं स्वीकरोति, तर्हि ग्राणेन्द्रियं रूपं न स्वीकरोति, अतः अत्र चक्षुरिन्द्रियेण यत् प्रत्यक्षं जायते तस्य ग्रहणं ग्राणेन्द्रियेण न भवति, अतः तत्र इन्द्रियान्तरेण इत्युक्ते अन्य इन्द्रियेण यत् प्रत्यक्षं भवति तस्य ग्रहणं न भवति इति, इत्युक्ते अत्र गन्धस्य ग्राहकः केवलं ग्राणेन्द्रियम् इति अनुभविकः एव, तन्निर्वाहाय तत्र अवयवपरम्परायां द्वैणकादिषु कुतश्चित् विरोधवशात् उद्भूतरूपं न उत्पद्यते, कुतश्चित् विरोधवशात् उद्भूतरूपं न उत्पद्यते। क्षम्यतां, तत्र प्रथमवाक्ये प्रत्यस्य विषयः कः, ज्ञानस्य विषयः कः? ज्ञानस्य विषयः अत्र ग्राणेन्द्रियम् अस्ति चेत् तत्र ज्ञानस्य विषयः अस्ति गन्धः खलु? न न अत्र आम् सत्यम्, इदानीं ग्राणेन्द्रियस्य विषयः अस्ति गन्धः, किन्तु इदानीं कस्मिन् विषये प्रथमवाक्ये उक्तम्? इदानीं ज्ञानस्य विषयः गन्धः वा रूपः वा इति नास्ति, शब्दः इन्द्रियमेव विषयः, ज्ञानस्य विषयः इन्द्रियमेव ग्राणस्य विषयः। अस्तु अस्तु, प्रत्यक्षविषयः इत्युक्ते ज्ञानस्य विषयमस्ति इन्द्रियमेव, इत्युक्ते ग्राणेन्द्रियम् इति इन्द्रियम् अस्ति, ग्राणेन्द्रियम् अस्ति इति ज्ञानम् इति चिन्तयतु, ग्राणेन्द्रियम् अस्ति इति वाक्यं मया उक्तं, ग्राणेन्द्रियम् अस्ति इति केन ज्ञातुं शक्यते इति चेत् इन्द्रियान्तरेण, इत्युक्ते चक्षुरिन्द्रियेण ग्राणेन्द्रियं द्रष्टुं शक्यते वा? न शक्यते। त्वगिन्द्रियेणापि, श्रोत्रेन्द्रियाणापि, अपि च रसनेन्द्रियाणापि ग्राणेन्द्रियस्य ज्ञानं न उत्पादयितुं शक्यते इति एकम्, इन्द्रियान्तरेण। पुनः स्वेन इत्युक्ते ग्राणेन्द्रियं स्वस्य ज्ञानम् उत्पादयितुं शक्यते वा? तादृशसामर्थ्यः सामर्थ्यं ग्राणेन्द्रिये अस्ति वा इति चेत् तन्नपि नास्ति, तदपि नास्ति। समीचीनं महोदय। हा इति कृत्वा अत्र वाक्ये ज्ञानस्य विषयः कः इति चेत् इन्द्रियाणि एव ज्ञानस्य विषयः। अत्र स्वेन न तस्य तेषां ज्ञानं न भवितुम् अर्हति, अपि च इन्द्रियान्तरेण, अपि च मनः अपि इन्द्रियमिति स्वीकृतं, मनसा ग्राणेन्द्रियमस्ति इति ज्ञातुं शक्यते वा? न ज्ञातुं शक्यते। ग्राणेन्द्रियेण ज्ञानेन्द्रियमस्ति इति ज्ञातुं शक्यते वा? न शक्यते। इन्द्रियान्तरेण इत्युक्ते इदानीं तत्र चक्षुषा, त्वचा, रसनेन्द्रियेण, अपि च श्रोत्रेन्द्रियेण ग्राणेन्द्रियं ज्ञातुं शक्यते वा? न ज्ञातुं शक्यते इति कृत्वा तत्र एतदेव आनुभविकमस्ति, इन्द्रियाणां ज्ञानं येन केनापि अपि च स्वेनापि तेषां प्रत्यक्षं न भवति इति आनुभविकमस्ति इति कृत्वा। तथापि यद्यपि उद्भूतरूपमस्ति, मध्यमपरिमाणमस्ति, सर्वमस्ति, तथापि प्रत्यक्षं न भवति। न तस्मिन् विषये एव इदानीं चिन्तनम्, उद्भूतरूपम् अस्ति वा, तस्य परमाणुपरिमाणभिन्नपरिमाणम् अस्ति इति पूर्वस्मिन् परिच्छेदे अस्माभिः अधीतं, तत्र दणुकयोः मेलनेन त्रैणुकम् उत्पद्यते, त्रणुकयोः मेलनेन चतुरणुकम् उत्पद्यते, तेन एव इन्द्रियमपि उत्पादनम् अभवत्, इन्द्रियमपि ग्राणेन्द्रियस्य किमर्थम् इत्युक्ते ग्राणेन्द्रियं कार्यमस्ति किल, सत्यं ग्राणेन्द्रियम् इति कार्यमस्ति, पार्थिवद्रव्यमस्ति इति कृत्वा ग्राणेन्द्रियमपि कार्यमस्ति, अपि च ग्राणेन्द्रियस्य परमाणुपरिमाणभिन्नपरिमाणमस्ति, अपि च ग्राणेन्द्रियरूपं वर्तते, किमर्थम् इत्युक्ते यैः परमाणुभिः ग्राणेन्द्रियम् उत्पादितं स तस्मिन् तेषु परमाणुषु रूपमस्ति एव इति कृत्वा तत्र ग्राणेन्द्रिये रूपमस्ति, अपि च ग्राणेन्द्रिये परमाणुपरिमाणभिन्नमरि भिन्नपरिमाणमस्ति इति चेत् तस्य प्रत्यक्षं भवेत्, किन्तु अस्माकम् अनुभवः कः? तस्य प्रत्यक्षं न अभवत् इति सत्यम्। अतः इति तत्र क्लेशः वर्तते, तन्निर्वाहाय इत्युक्ते तत्र किमपि वक्तव्यं किल, रूपमस्ति परमाणुपरिमाणभिन्नपरिमाणमपि नास्ति, तथापि तस्य प्रत्यक्षं न अभवत्। स्वेन वा अन्येन इन्द्रियेण वा ग्राणेन्द्रियस्य प्रत्यक्षं नाभवत् इति आनुभविकमस्ति इति कृत्वा तत्र किमपि वक्तव्यं, किमर्थं तस्य प्रत्यक्षं न अभवत् इति किमपि वक्तव्यम् इति तन्निर्वाहाय, तस्य क्लेशस्य निर्वाहाय इति। इदानीम् अग्रे वदतु। इत्युक्ते तत्र यथा भवान् उक्तवान् इत्युक्ते तत्र रूपमपि अस्ति, परमाणुपरिमाणं भिन्नपरिमाणमपि अस्ति, तथापि तत्र प्रत्यक्षं न भवति, कुतः इति चेत् कथञ्चित् तत्र विरोधः अस्ति, विरोधः अस्ति येन उद्भूतरूपं न उत्पद्यते इति स्वीक्रियते इति दत्तमस्ति इति स्वीक्रियते। हा, इति स्वीक्रियते, इति स्वीकृतम् इति चेत् तत्र केवलम् अनुमानेन स्वीकृतम् इति, तत्र निश्चितरूपेण न वक्तुं शक्यते, किन्तु कुतश्चित् किमपि विरोधः अस्ति, रूपमस्ति तथापि सः रूप तद्रूपम् उद्भूतरूपं नास्ति, उद्भूतरूपमस्ति चेत् ग्राणेन्द्रस्य प्रत्यक्षं भवेत् किन्तु न अभवत्, तत् अनुभवविरोधः, ग्राणेन्द्रियस्य प्रत्यक्षं न स्वीकृतं, किमर्थमित्युक्ते कोऽपि तस्य अनुभवं न कृतम् इति कृत्वा, यद्यपि रूपमस्ति परमाणुपरिमाणभिन्नपरिमाणमपि अस्ति तथापि तस्य प्रत्यक्षं न अभवत् इति कृत्वा तत्र किमपि वक्तव्यम्। इदानीं किम् उक्तम् इति चेत् तत्र किमपि विरोधः अस्ति, येन तस्य उद्भूतरूपं तस्मिन् उद्भूतरूपं न जातम्, उद्भूतरूपं न उत्पद्यते इति स्वीक्रियते नैयायिकैः इति अस्ति। अग्रे प्रत्येकस्मिन् क्षम्यतां महोदय, अत्र प्रत्येकस्मिन् सोपाने अत्र परमाणौ उद्भूतरूपम् अस्ति, द्वयणुके उद्भूतरूपम् अस्ति, इदानीम् अत्र ग्राणेन्द्रियं रूपमस्ति इति वदतु, रूपमस्ति इति वदतु, रूपमस्ति, परमाणौ रूपमस्ति, द्वयणुके अपि रूपमस्ति, त्रयणुके उद्भूतरूपम् अस्ति, चतुर्णके अपि उद्भूतरूपम् अस्ति इति कृत्वा अन्ततो गत्वा ग्राणेन्द्रिये अपि उद्भूतरूपम् अस्ति, परन्तु तत्र अन्य कोऽपि विरोधः उद्रूपं नास्ति, इन्द्रियाणि उद्रूपं नास्ति, केवलं रूपम् अस्ति। न, इदानीम् अत्र ग्राणेन्द्रियं पृथ्वीस्वरूपं खलु, पृथ्व्यां रूपमस्ति परन्तु उद्भूतरूपं नास्ति इति वा? ग्राणेन्द्रियस्य उद्भूतरूपं नास्ति, कोऽपि इन्द्रियाणि तेषाम् उद्भूतरूपं नास्ति, तेषां केवलं रूपम् अस्ति किन्तु उद्भूतरूपं नास्ति, तथैव तेषां प्रत्यक्षं न भवति। हा, उद्भूतरूपमेव नास्ति, तर्हि अत्र अस्य परिच्छेदस्य का आवश्यकता? अस्य परिच्छेदस्य विद्या भगिनी भवत्याः वदतु भगिनी, वदतु सरला भगिनी, कारणं कि तेषां परमाणु भिन्नपरिमाणम् अस्ति, रूपमपि अस्ति, कथम् उद्भूतरूपं नास्ति इति, तस्य प्रत्यक्षं कथं नास्ति, तस्य आवश्यकता अस्ति, कारणं अत्र इन्द्रियाणि तेषां प्रत्यक्षं नास्ति, अतः एतत् परिच्छेदं दत्तमस्ति, प्रत्यक्ष विवरणम् अस्ति, इन्द्रियाणि तेषां प्रत्यक्षं कथं नास्ति। अहं किञ्चिदेव वदामि, विद्या भगिनी भवत्याः चिन्तनं समीचीनमेव, इदानीं पार्थिवपरमाणुषु रूपमस्ति, इदानीं परमाणुद्वयोः मेलनेन संयोगेन तत्र द्वणुकम् उत्पद्यते, तत्रापि रूपमस्ति, इदानीं त्रयोणुके अपि रूपमस्ति इति अन्तिम चरम अवयवीपर्यन्तं रूपं भवेत् किल, रूपं निश्चयेन भवेत्, यथा भवत्या चिन्तितं तादृशं रूपं भवेत्। इदानीं तत्र घटस्य उत्पादनम् इति स्वीकुर्मः, घटः तु पार्थिवद्रव्यमस्ति, घटस्य उत्पादनमपि एवमेव प्रक्रियायाम् अभवत्, घटः द्रष्टुं शक्यते इति कृत्वा तत्र घटे रूपमस्ति, अपि च परमाणुपरिमाणभिन्नपरिमाणमस्ति इति कृत्वा घटस्य प्रत्यक्षं भवति इति वदामश्चेत् तत्र किमपि क्लेशः नास्ति, अस्माभिः तत्र उक्तं निरूपितमेव। इदानीं तादृशचिन्तनम् इन्द्रियाणां विषये, इदानीं ग्राणेन्द्रियम् इति स्वीकुर्मः, ग्राणेन्द्रियं पार्थिवद्रव्यमस्ति, ग्राणेन्द्रियं केन उत्पादितम् इति चेत्, तत्र प्रक्रिया का इति चेत्, एतदेव प्रक्रिया, द्वयोः परमाणोः संयोगेन जनुकम् उत्पादितं यस्मिन् रूपमस्ति, इदानीं जनुकयोः संयोगेन त्रैणुकम् इति तादृशम् चरम अवयवी अत्र का इति चेत् ग्राणेन्द्रियमेव, ग्राणेन्द्रिये रूपमस्ति, परमाणुपरिमाणभिन्नपरिमाणमस्ति, तथापि तस्य प्रत्यक्षं भवति वा? विद्याभगिनी भवती वदतु। न, प्रत्यक्षं न भवति इति अनुभविकः एव। हा, इति तत्रैव क्लेशः। इदानीं ग्राणेन्द्रिये रूपमस्ति, परमाणुपरिमाणभिन्नपरिमाणमपि अस्ति, अस्ति चेत् घटवत् एतदपि द्रष्टव्यं भवति, किन्तु द्रष्टुं न शक्यते, कस्यापि अनुभवः नास्ति ग्राणेन्द्रियस्य दर्शनस्य विषये इति कृत्वा, रूपमस्ति परमाणुपरिमाणभिन्नपरिमाणमपि अस्ति, तथापि तस्य प्रत्यक्ष अयोग्यत्वमस्ति इति कृत्वा मध्ये किमपि वक्तव्यं किल इत्युक्ते अत्र निर्बन्धः। क्षम्यताम्, एकनिमिषं, तत्र इति किमपि, तत्र किमपि वक्तव्यमिति निर्बन्धः, तत्र अत्र निर्बन्धः कः इति भवती अवगतं किल? सत्यम्, इत्युक्ते अत्र इति कृत्वा अत्र एकनिमिषं भगिनि, एतदपि वदामि, तदनन्तरं भवत्याः प्रश्नः करोतु। इदानीं तत्र निर्बन्धः अस्ति, ग्राणेन्द्रिये रूपमस्ति, परमाणुपरिमाणभिन्नपरिमाणमस्ति, तथापि तस्य प्रत्यक्षं न अभवत् इति कृत्वा तत्र किमपि वक्तव्यम् इति निर्बन्धः अस्ति, तस्य निर्बन्धस्य निवारणं कथं कृतम् इति चेत्, रूपमस्ति किन्तु तद्रूपम् उद्भूतं नास्ति। किमर्थम् उद्भूतं नास्ति इति चेत् तत्र किमपि विरोधः अस्ति। इदानीं चिन्तयतु, मम पुरतः घटः अस्ति इति चिन्तयतु, घटस्य उपरि अहम् एकं कृष्णपटं स्थापयामि, कृष्णपटम् इत्युक्ते ब्लाक् क्लात् स्थापयामि चेत् तत्र घटः अस्ति इति ज्ञातुं शक्यते वा मया? घटस्य प्रत्यक्षं भवति वा? किं पृष्टवान् अत्र, घटस्य उपरि ब्लाक् क्लात् इति वा? किं पृष्टवान् पुनः पृच्छतु? ब्लाक् क्लात् क्लात् कृष्णपटं न द्रष्टुं शक्यते, न द्रष्टुं शक्यते। यद्यपि घटे रूपमस्ति, यद्यपि घटस्य परमाणुपरिमाणभिन्नपरिमाणमस्ति, किन्तु तत्र किमपि प्रतिबन्धः अस्ति, विरोधः अस्ति इति कृत्वा घटस्य प्रत्यक्षं न अभवत् इति, तादृशविरोधः किमपि वक्तव्यं, विरोधः अस्ति इति स्वीकर्तव्यं। कुत्र? ग्राणेन्द्रिये, यदा ग्राणेन्द्रियस्य उत्पादनं भवति तस्मिन् समये यद्यपि परमाणुषु रूपमस्ति, अपि च परमाणु द्वणुकयोः मेलनेन तत्र त्रणुकं यदा जायते तस्मिन् परमाणुपरिमाणभिन्नपरिमाणमस्ति, तथापि ग्राणेन्द्रियस्य प्रत्यक्षं न अभवत् इति कृत्वा तत्र किमपि क्लेशः, प्रतिबन्धः, विरोधः अस्ति इति स्वीकर्तव्यम् अस्माभिः, नो चेत् ग्राणेन्द्रियस्य प्रत्यक्षं भवेदेव किल? हा, सत्यं महोदय। इत्युक्ते अत्र कोष्टके यत् पूर्वं दत्तमासीत् तदेव अत्र विवरणम्। आमामां तस्यैव विवरणं तत्र साक्षात् उद्भूतरूपं यस्य अस्ति इति दत्तम्। इदानीम् अस्मिन् परिच्छेदे किम् उक्तम् इति चेत् किमर्थम् उद्भूतरूपम् अनुद्भूतरूपम् इति विभजितं, तस्य विभजनस्य आवश्यकता का इति चिन्तनमस्ति। अस्तु महोदय। हा समीचीनम्। अस्तु इदानीं कः पठति? इदानीं विजी भगिनी पठति वा अग्रे किमिदम् उद्भूतरूपमिति। आं महोदय, प्रयत्नं करोमि। किमिदम् उद्भूतरूपम् उच्यते? द्विविधं हि रूपम् उद्भूतम् अनुभूतं च। येन द्रव्यप्रत्यक्षं भवति तत् उद्भूतं, यस्मिन् सत्यपि द्रव्यप्रत्यक्षं न भवति तत् अनुद्भूतं। घटादौ उद्भूतरूपं, ग्राणादौ च अनुद्भूतम्। किम् इदम् उद्भूतरूपं? वयं दृष्टवन्तः ग्राणेन्द्रियाणि, रसनेन्द्रियम् इत्यादिः प्रत्यक्षं भवि निकषाद्वयं पूरयति, यद्यपि प्रत्यक्षं न भवति इति चेत् उद्भूतरूपं नास्ति इति उच्यते। अतः प्रश्नः उदेति किम् उद्भूतरूपं, किम् अनुद्भूतरूपम् इति। येन द्रव्यप्रत्यक्षं भवति तत् उद्भूतरूपं, कटपदार्थे उद्भूतरूपम् अस्ति इति चेत् द्रव्यं प्रत्यक्षं भवति, द्रव्यं प्रत्यक्षं भवति इत्यनेन उद्भूतरूपम् इति उच्यते। यस्मिन् सति अपि द्रव्यप्रत्यक्षं न भवति तत् अनुद्भूतं, प्रत्यक्षं न भवति, द्रव्यप्रत्यक्षं न भवति चेत् अनुद्भूतम् इति विभज्यते। ग्राणेन्द्रियम् इत्यादि इदानीं दृष्टवन्तः किल, एतत् अनुद्भूतम् इति उच्यते। घटात् उद्भूतरूपादौ च अनुद्भूतम् महोदय। अत्र द्रव्यप्रत्यक्षं न भवति चेत् अनुद्भूतरूपम् इति तावदेव वदति चेत् किञ्चित् क्लेशः अस्ति। इदानीम् अहं पृच्छामि, आकाशस्य प्रत्यक्षं भवति वा? न भवति। इदानीम् आकाशस्य प्रत्यक्षं न भवति इति कृत्वा आकाशे अनुद्भूतरूपमस्ति इति स्वीकर्तुं शक्यते वा? आकाशे अनुद्भूतं न अवगतम्, न अवगच्छामि। भवत्या उक्तं द्रव्यप्रत्यक्षं न भवति चेत् तद् अनुद्भूतरूपम् इति भवत्या उक्तं स्वीकृतम्। आकाशे अनुद्भूतं तावदेव वदति चेत् तदेव मम प्रश्नः। आकाशस्य प्रत्यक्षं न भवति इति कृत्वा आकाशे अनुद्भूतरूपमस्ति इति स्वीकर्तुं शक्यते वा इति मम प्रश्नः। स्वीकर्तुं शक्यते किल, न प्रत्यक्षं भवति चेत् अनुद्भूतरूपं न न। अतः एव अत्र अस्मिन्नेव वाक्ये यस्मिन् सत्यपि इति दत्तमस्ति किल, दत्तं सत्यपि। तत्र यस्मिन् इत्युक्ते किम्? यस्मिन् इत्युक्ते यस्मिन् द्रव्ये, न अत्र रूपम् इति अस्ति। रूपं सत्यपि, रूपे सत्यपि द्रव्यप्रत्यक्षं न भवति चेत् अनुद्भूतरूपम् इति वदामः, तस्मिन् सन्दर्भे अनुद्भूतरूपम् इति वदामः। अतः मिलित्वा वक्तव्यं, रूपसत्त्वे अपि द्रव्यप्रत्यक्षं न भवति चेत् तत्र अनुद्भूतरूपम् इति वदामः। इदानीम् आकाशे रूपमेव नास्ति, वायौ अपि रूपमेव नास्ति इति कृत्वा वायोः चक्षुषा प्रत्यक्षं न भवति चेत् न भवति, इदानीं तत्र अनुद्भूतरूपमस्ति इति न वक्तव्यं, यत्र रूपमस्ति अपि च तस्य प्रत्यक्षं न भवति तत्र अनुद्भूतरूपम् इति स्वीकर्तव्यम्। यत्र रूपमस्ति अपि च परमाणुपरिमाणभिन्नपरिमाणमस्ति तथापि प्रत्यक्षं न भवति, तस्य प्रत्यक्षं न भवति चेत् तत्र अनुद्भूतरूपम् इति स्वीकर्तव्यम्। अतः एव घटादौ उद्भूतरूपं स्वीकृतं, घ्राणादौ अनुद्भूतरूपं स्वीकृतम्। घटात् उद्भूतरूपं, घ्राणादौ च अनुद्भूतम्। आकाशः वायो इति अनुद्भूतम् इति न रूपमेव नास्ति, रूपमेव नास्ति इति चेत् उद्भूतम् इति कृत्वा न भवति। आम्, न भवेत् तत्र। समीचीनम्। अत्र घटादौ इति आदिपदेन किम् उक्तम्? पृथिव्यादि, पृथिव्यादि घटापट इत्यादि केवलं पार्थिवद्रव्यं वा नो चेत्? केवलं पार्थिवद्रव्यं नास्ति तत्र, जलीयमपि जलस्यापि पार्थिव जलस्य पृथ्वी अप् तेजस् पार्थिव जलस्य तेजस् तेजस्य हा तेजस् इति आदिपदेन तत्र जलम् अपि च तेजः अपि उक्तम्। एवमेव घ्राणादौ, घ्राणादौ तत्र आदिपदेन किम् उक्तम्? घ्राणः त्वचा रसनेन्द्रियं, घ्राणेन्द्रियं, चक्षुन्द्रियम्। हा समीचीनम्। इति तावदेव, तत्र आदिपदेन रसनेन्द्रियं चक्षुरिन्द्रियमेव स्वीकर्तव्यम्। इदानीं त्वगिन्द्रियं न स्वीकर्तव्यं, किमर्थम् इत्युक्ते त्वगिन्द्रिये रूपमेव नास्ति। आकाशवत् रूपमस्ति चेदेव तत्र अनुद्भूतरूपम् इति वक्तव्यं। रूपमेव नास्ति इति चेत् तत्र कथं वा अनुद्भूतरूपं वा उद्भूतरूपं वा इत्यस्मिन् विषये चिन्तनं न प्रवर्तनीयं। त्वक्सम्बन्धं तत्र वायोः खलु जि? आमामां, किन्तु इदानीम् अत्र किं दत्तमस्ति? घ्राणादौ च अनुद्भूतरूपम् इति दत्तम्। इदानीं त्वगिन्द्रिये तत्र घ्राणादौ इत्युक्ते आदिपदेन त्वगिन्द्रियं स्वीकर्तव्यं वा इति चेत् न। किमर्थम् इत्युक्ते त्वगिन्द्रियं तु वायवीयेन्द्रियमस्ति, वायोः लक्षणं किं? रूपरहितस्पर्शवान् वायुः इति। वायौ रूपमेव नास्ति, यदि रूपमेव नास्ति तर्हि अनुद्भूतरूपम् इति न इति तावत्पर्यन्तं चिन्तनमेव न प्रवर्तनीयम्। अस्तु अस्तु, इदानीं विजया भगिनी अग्रे पठति वा। महोदय, मुरळी महोदय, एकनिमिषं, सीमा भगिनी, मुरळीमहोदयस्य प्रश्नः। मुरळीमहोदय सम्यक्तया न श्रूयते महोदय, कृपया मुरळीमहोदय हेड्फोन् धृत्वा कृपया वदतु। न न, इदानीं प्रतिध्वनिः आगच्छति। हेड्फोन्स् धृतवान् वा? अस्ति, अस्तु महोदय वदतु। आम्, घ्राणादौ इत्युक्ते घ्राणेन्द्रियं, रसनेन्द्रियं, चक्षुरिन्द्रियं, तावत्पर्यन्तम् एव स्वीकर्तव्यम्। आदिपदेन रसनेन्द्रियं चक्षुरिन्द्रियमेव स्वीकर्तव्यम्। अस्तु अस्तु, समीचीनम्। सीमा भगिनी वदति वा? आं महोदय, विजय भगिनी एकनिमिषं, सीमा भगिन्याः प्रश्नः अस्ति। मम अपि एकः प्रश्नः चरम अवयव पर्यन्तम् इत्युक्ते तत्र किं किं? मया उक्तं किल, इदानीं तत्र घटः इति स्वीकुर्मश्चेत् तदेव चरम अवयवी भवति, पटः इति स्वीकुर्मश्चेत् तदेव चरम अवयवी भवति, अन्तिम अवयवी चरम इत्युक्ते अन्तिम। इन्द्रियाणि विषये नास्ति वा तत्र? अत्र नास्ति, अस्मिन् वाक्ये त्रेणुकात् प्रभृति चरम अवयवीपर्यन्तं सर्वेषु महत्त्व उद्भूतरूपयोः सत्त्वात् भवति तेषां प्रत्यक्षम् इत्यस्मिन् वाक्ये इन्द्रियाणां विषये चिन्तनं नास्ति, घटपटादि घटपटादौ विषये एव चिन्तनं। मध्यमपरिमाणविषये एव तत्र खलु जि? आम्, सर्वेषां तत्र मध्यमपरिमाणस्य विषये, अपि च यस्मिन् उद्भूतरूपमस्ति तेषां विषये। अस्तु, सीमा भगिन्याः प्रश्नः कः? महोदय, पूर्वस्मिन् परिच्छेदे घ्राणेन्द्रियाणां घ्राणादि इन्द्रियाणां चतुर्णां दत्तमस्ति, अतः त्वगिन्द्रियस्य ग्रहणम् अस्ति अत्र, तस्य प्रत्यक्षं न भवति इति आनुभविकम् अस्ति, तत् सत्यं न वा? आम्, तत्र ग्राणादि इन्द्रियाणां तत्र आदिपदेन त्वगिन्द्रियमपि उक्तम्। अस्तु अस्तु, किन्तु किमर्थमित्युक्ते त्वचा अपि प्रत्यक्षं भवति इति नव्यनैयायिकानां मतानुसारम् अस्ति, अपि च अत्र एषः ग्रन्थस्य आचार्यः अपि तत्र द्रव्यप्रत्यक्षं केन भवति इति शीर्षकमस्ति किल एकपञ्चाशततमपुटे, तत्र प्रथमवाक्ये एतादृशम् उक्तं, घटे उद्भूतरूपमस्ति, परमाणुपरिमाण अतिरिक्तपरिमाणमस्ति, मध्यमपरिमाणं च वर्तते इति, तस्य चक्षुषा त्वचा च प्रत्यक्षं भवति इति उक्तम्, अतः त्वचा अपि प्रत्यक्षस्य स्वीकरणं कृतमस्ति। सत्यं, किन्तु त्वगिन्द्रियस्य वयम् अस्माकं शरीरे यत्र त्वगिन्द्रिय अस्ति तत्र स्पर्शेन ज्ञातुं शक्नुमः? हस्ते त्वगिन्द्रिय अस्ति, मम दक्षिणहस्ते त्वगिन्द्रिय अस्ति, वामहस्तात् हस्तेन स्प्रष्टुं शक्नोमि? हा, इदानीं भवती किं पृच्छति, मम हस्ते इदानीं दक्षिणहस्ते त्वगिन्द्रियमस्ति, वामहस्ते अपि त्वगिन्द्रियमस्ति, इदानीं दक्षिणहस्तेन वामहस्तस्य स्पर्शनं अहं करोमि चेत् तत्र त्वगिन्द्रियेण त्वगिन्द्रियस्य ज्ञानं न भवति वा इति भवत्याः प्रश्नः किल? अत्र उत्तरमेवमस्ति, यद्यपि वामहस्ते अपि च दक्षिणहस्ते त्वगिन्द्रियमस्ति, किन्तु त्वगिन्द्रियेण किं गृह्यते इति चेत् स्पर्शः इति गुणः एव गृह्यते, अपि च स्पर्शः इति गुणः एव गृह्यते, अपि च इति नास्ति, त्वगिन्द्रियेण केवलं स्पर्शः इति गुणः एव गृह्यते, न तु तस्य आधारीभूतद्रव्यस्य। न तत्र मया दोषेन उक्तं, तत्र त्वगिन्द्रियेण द्रव्यस्यापि ग्रहणं भवति, आधारीभूतद्रव्यस्य ग्रहणं भवत्येव, किन्तु इन्द्रियस्य इदानीं तत्र चिन्तनीयम्, इदानीं तत्र यत् भवत्याः प्रश्नः समीचीनः एव, इदानीं तत्र त्वगिन्द्रियं वायवीयम् इति कृत्वा तत्र उद्भूतरूपं वा अनुद्भूतरूपं वा इति किं चिन्तनं न भवेत्। इदानीं यद् भवति यदा भवत्या उक्तं वामहस्तेन दक्षिणहस्तेन वामहस्तस्य स्पर्शनं यदा अहं करोमि तत्र केवलं स्पर्शः इति गुणस्य एव ज्ञानं भवति वा, नो चेत् तत्र त्वगिन्द्रस्यापि ज्ञानं भवति वा इति पृष्टे सति तत्र इदानीं स्पर्शः कुत्र वर्तते, स्पर्शः इति गुणः कुत्र वर्तते इति चिन्तनीयं। त्वगिन्द्रिये वर्तते वा, नो चेत् तत्र केवलं हस्तम् इति वामहस्तः इति पार्थिवद्रव्यमस्ति किल, शरीरम् इति पार्थिवद्रव्यमस्ति, तस्यैव स्पर्शनं भवति वा, नो चेत् तस्मिन् विद्यमानत्वगिन्द्रस्यापि स्पर्शनं भवति वा इति चिन्तनं कर्तव्यमेव, चिन्तनस्य योग्यता अस्ति एव। इदानीं तत्र प्रायः एतदपि अत्र पुस्तके न दत्तं, वयमेव ऊहां कर्तुं शक्नुमः तत्र यदि त्वगिन्द्रियस्यापि स्पर्शः भवति इति वदामश्चेत्, त्वगिन्द्रियस्यापि स्पर्शः भवति इति वदामश्चेत् तत्र क्लेशः भवति वा, यत्किमपि क्लेशः भवति वा इति चिन्तनीयं, नो चेत् तत्रैव लाघवम् इति तत्र भवतु इति स्वीकर्तुं शक्यते, नो चेत् तत्रापि अनुद्भूतस्पर्शः इति किमपि वक्तव्यं वा, यथा रूपे उक्तं तदा स्पर्शे अपि अनुद्भूतस्पर्शः अस्ति वा इति किञ्चित् चिन्तनीयं। प्रायः सर्वे चिन्तयितुं शक्यते गृहपाठरूपेण, अपि अहमपि चिन्तयामि, इदानीं मास्तु, नो चेत् समयस्य वदतु महोदय। अहं चिन्तयामि यदा अहं वामहस्तेन दक्षिणहस्तं स्पर्शयामि तदा अयं दक्षिणहस्ते एव ज्ञानम् उत्पद्यते, इदं स्पर्श इन्द्रियमिति ज्ञानं न उत्पद्यते। केन कारणेन दक्षिणहस्तस्य ज्ञानम् अभवत् इति प्रश्ने सति तत्र किमपि इन्द्रियं भवतु इति अनुमानेन मम दक्षिणहस्ते स्पर्श इन्द्रियस्य प्रवर्तनं भवेत् इति मम चिन्ता। न अत्र इदानीं वामहस्तेन दक्षिणहस्तस्य स्पर्शः यदा मया क्रियते तदा दक्षिणहस्तः पार्थिवद्रव्यमस्ति, यथा घटः पार्थिवद्रव्यमस्ति तथा मम वामहस्तः अपि पार्थिवद्रव्यमस्ति इति कृत्वा पार्थिवद्रव्ये स्पर्शः इति गुणः वर्तते इति कृत्वा पार्थिवद्रव्यस्य त्वगिन्द्रियेण ग्रहणं कर्तुं शक्यते। किन्तु इदानीं यदा त्वगिन्द्रियेण ग्रहणं भवति वामहस्तस्य तदा तस्मिन् विद्यमान इन्द्रियस्य त्वगिन्द्रियस्यापि ग्रहणं भवति वा न वा, किमर्थं न भवति? तदा अहं मया अहं न वदामि अयम् इदं त्वगिन्द्रियम् इति, खलु इदं वामहस्त एव वदामि, अयं वामहस्त इति भवान् न वदति चेत् भवान् न वदति चेत् तत्र नास्ति इति किमपि नास्ति किल। इदानीं भवतः पादः भूमौ अस्ति, पादौ भूमौ अस्ति, किन्तु भवतः चिन्तनमिदानीं तत्र अवधानं तत्र नास्ति इति कृत्वा भूमि नास्ति इति किमपि नास्ति किल। तु तत् प्रत्यक्षं न भवति, अनुमानेनैव कर्तुं शक्यते। न किं तदेव प्रश्नः, सा सीमा भगिन्याः प्रश्नः तदेव, किमर्थं प्रश्न त्वगिन्द्रियस्य स्पर्शः न भवति इति किमर्थं न किमर्थं वक्तव्यम् इति तस्याः प्रश्नः भवतु। त्वगिन्द्रियेण त्वगिन्द्रियस्य प्रत्यक्षं भवतु इति वदति चेत् तत्र कः क्लेशः? वायौ इदानीं वायुपरमाणुषु स्पर्शः इति गुणः वर्तते वा न वा? वर्तते. इदानीं वायुपरमाणूनां संयोगेन चरम अवयवी यत् त्वगिन्द्रियमस्ति तस्मिन् स्पर्शः अस्ति एव किल. स्पर्शः अस्ति इति कृत्वा इदानीं तत्र वायौ यद् यद् अस्माभिः अनुभूयते बहिः वृक्षस्य वृक्षकम्पनहेतुः यः वायुः अस्ति तस्य स्पर्शनं अस्माभिः क्रियते एव त्वगिन्द्रियेण तद् ज्ञायते एव. किमर्थम् इत्युक्ते तत्र वायौ स्पर्शः अस्ति इति कृत्वा त्वगिन्द्रियेण तद् ज्ञायते. तादृशम् इदानीं त्वगिन्द्रियमपि वायवीय इन्द्रियमस्ति कार्यमस्ति. वायुपरमाणुषु स्पर्शः इति गुणः वर्तते इति कृत्वा तस्य कार्यस्यापि स्पर्शः वर्तत्येव इति कृत्वा तत्र किमर्थं त्वगिन्द्रियं त्वगिन्द्रियस्य स्पर्शः न अस्ति इति किमर्थं वक्तव्यम् इति तस्याः प्रश्नः अस्ति. प्रश्नः समीचीनः एव किन्तु कुत्र लाघवम् अस्ति इति चिन्तनीयम् अपि च क्लेशः किमपि अस्ति इति वा चिन्तनीयम्. अत्र सर्वैः चिन्तयितुम् अर्हः विषयाः एव इति कृत्वा सर्वैः अस्मिन् विषये चिन्तयेयुः. चिन्तयित्वा अग्रिमवर्गे यस्य कस्यापि अस्मिन् विषये चिन्तनमस्ति चेत् वक्तुं शक्यते. इदानीं मास्तु, नो चेत् समयः जायते इति कृत्वा. अस्तु, इदानीं तत्र विजया भगिनी अग्रे पठतु कृपया. एतत् सर्वं तर्कः किमिति एवं च तर्के तर्कः न्यायवर्गे तर्कः एव भवति सर्वदा. अन्ततो गत्वा किञ्चित् प्रश्नः समीचीनप्रश्नः. एवञ्च घट अवयव परम्परागत पञ्चाणुकादिवत् इमानि इन्द्रियाणि अपि महत्वन्ति मध्यमपरिमाणवन्ति. परन्तु उद्भूतरूप अभावात् अतीन्द्रियत्वं सिध्यति. पृथिवी परमाणु द्वयणुकादि परम्परा ग्राणेन्द्रियं जलपरमाणु द्वयणुकादि परम्परा रसनेन्द्रियं तेजः परमाणु. समीचीनतया पठतु, क्षम्यतां समीचीनतया पठतु पुनः. पृथिवी परमाणु द्वयणुकादि परम्परया जलपरमाणु द्वयणुकादि परम्परया रसनेन्द्रियं तेजः परमाणु द्वयणुकादि परम्परया चक्षुरिन्द्रियं वायुपरमाणु द्वयणुकादि परम्परया त्वगिन्द्रियम्. उपरि तु पञ्चाणुकादिवत् इति दत्तवन्तः, परन्तु तत्र आकाशः श्रोत्रेन्द्रियम् इति त्यक्तं वा तत्र जि? आमामाम्, इदानीं तत्र केवलं चतुर्णाम् इन्द्रियाणां विषये चिन्तनम् अतः त्यक्तवन्तः. एतत् सर्वं ग्राणेन्द्रियम् एतत् सर्वं उद्भूतरूप अभावात् तत्र प्रत्यक्षं नास्ति. ग्राणेन्द्रियं रसनेन्द्रियं चक्षुन्द्रियम् अनन्तरं त्वगेन्द्रियम् एतत् तत्र विवरणं तत्र अत्र अत्र यत् यत् परिच्छेदः भवत्या पठितः अस्ति तत्र किमपि क्लेशः अस्ति वा, दोषेन उक्तं वा किमपि? नास्ति जि, एतत् सर्वम् अस्ति इति मम भाति. तत्र किञ्चित् क्लेशः अस्ति इति मम भाति. अन्येषां चिन्तनं किम् अत्र, कः क्लेशः इति? अत्र घट अवयवपरम्परागत पञ्चाणुकादिवत् अत्र दत्तमस्ति, किन्तु त्रणुकादिवत् भवितुम् अर्हति. न न, तत्र क्लेशः नास्ति. तत्र पञ्च अणुकादिवत् इति किमर्थं दत्तमस्ति इति चेत्, तत्र चतुरणकं चतुरणकपर्यन्तं पूर्वस्मिन् परिच्छेदे उक्तम् इति कृत्वा, तत्र पञ्च चतुरणुकानां संयोगेन पञ्च अणुक पञ्चाणुकस्य उत्पत्तिः भवति इति, तद्वत् तदिव तत्र वत् इत्यनेन मतु प्रत्ययः न उक्तः, किन्तु इव इति अर्थः. मतु नास्ति अत्र, इव इति अर्थः. गगनवत् गगनवत् कृष्ण, न न तत्र तत्रापि क्लेशः नास्ति. अन्येषां वायुरूपं नास्ति, उद्भूतरूपभावात्. समीचीनं, वायौ रूपमेव नास्ति इति कृत्वा किमर्थं तत्र उद्भूतरूपाभावात् अतीन्द्रियत्वं त्वगिन्द्रियस्य, तद् न वक्तव्यं किल. यत्र रूपमस्ति अपि च मध्यमपरिमाणमपि अस्ति, तत्रैव उद्भूतरूपमस्ति वा न वा इति चिन्तनीयं. वायौ रूपमेव नास्ति, त्वगिन्द्रियं वायवीयमस्ति इति कृत्वा त्वगिन्द्रियविषये उद्भूतरूप अभावात् तस्य अतीन्द्रियत्वं साधितम् इति न वक्तव्यं, तद्दोषाय. इति कृत्वा इदानीमपि सीमाभगिन्याः प्रश्नः तिष्ठति, तत्र किं स्वीकर्तव्यं, वायौ रूपमेव नास्ति अतः तस्य अतीन्द्रियत्वम् इति न वक्तुं शक्यते. इदानीं वायौ स्पर्शः अस्ति, किम् क्षम्यतां, त्वगिन्द्रिये स्पर्शः अस्ति एव, किमर्थमित्युक्ते वायवीयं, त्वगिन्द्रियं वायवीयं, वायुपरमाणुषु स्पर्शः वर्तते एव इति कृत्वा, इदमम् इदानीं चरम अवयवी त्वगिन्द्रियम् इति स्वीकुर्मश्चेत् तस्मिन् स्पर्शः भवत्येव, अपि च मध्यमपरिमाणभिन्नपरिमाणमपि अस्ति इति कृत्वा, त्वगिन्द्रियस्य त्वगिन्द्रियेण प्रत्यक्षं भवति वा इति प्रश्नः तिष्ठति. यद्यपि यस्मिन् परिच्छेदे यत् परिच्छेदं विद्याभगिन्या पठितं, तत्र इन्द्रियान्तरेण स्वेन वा प्रत्यक्षं न भवति इति आनुभविकम् इति दत्तं, किन्तु इदानीं तत्र आनुभविकं किम् इति चिन्तनीयं. त्वगिन्द्रियेण त्वगिन्द्रियस्य स्पर्शनं भवति वा न वा इति तत्र मम चिन्तनमस्ति न भवति इति. किमर्थम् इत्युक्ते इदानीं तस्य संस्कृतभाषायां कथं वक्तव्यम् इति किं वक्तव्यम् इति मम मनसि नास्ति, किन्तु आङ्ग्लभाषायां आङ्ग्लभाषायामपि किं वक्तव्यम् अत्र. नम्ब् इति मम वामहस्तः नम्ब् अभवत् इति, नम्ब् एन् यु एम् बि, तस्य संस्कृतपदं किम् इति अहं न जानामि इदानीम्, अतः नम्ब् अभवत् इति चिन्तयतु. नो सेन्स् सेन्स् नास्ति इति, किन्तु किन्तु आमां, किन्तु तत्र संस्कृतभाषायां किं वक्तव्यं तस्य नम्नेस् भवतु, यत्किमपि भवतु, भवन्तः अवगन्तः अवगतवन्तः इदानीं तत्र संवेदना संवेदना इति वेदना इत्युक्ते तत्र स्पर्शज्ञानं महोदय, स्पर्शज्ञानं स्पर्शज्ञानं न न न न न इदानीं त्यजतु, तस्मिन् विषये चिन्तनं मास्तु, नो चेत् तत्र त्यजतु. नम्ब् इति अवगच्छति किल, जड भवति. अस्तु, इदानीं मम वामहस्ते नम्बनस् अस्ति इति चिन्तयतु. इदानीं तत्र दक्षिणहस्तेन वामहस्तस्य स्पर्शनं करोमि चेत् दक्षिणहस्ते ज्ञानं जायते, किन्तु దయచేసి లైన్ లో ఉండండి. ది పర్సన్ యు ఆర్ స్పీకింగ్ విత్ వామహస్తే తత్ర స్పర్శబోధ నా జాయతేవ ఇది కృత్వా తత్ర ఇదానీం కస్య నమ్నస్ అభవత్ ఇది చేత్ ఇంద్రియస్య నమ్నస్ ఏవ అభవత్ ఇది చింతనీయం భవతు ఇదానీం మాస్తు తత్ర ఏతాదృశ చింతనీయస్య చింతనస్య ఆవశ్యకత అస్తి. అస్తు తర్హి అగ్రే గచ్చామః. ప్రాయః ఏషః పాఠః సమాప్తిః ఇతి మయా చింతనీయం. మహోదయ हा इन्द्रियस्य नम्नस् इति नास्ति खलु अत्र द्रव्यस्य शरीरस्य नम्नस् तत्र द्रव्यस्य नम्नस् अस्ति. इदानीं तत्र द्रव्यस्य नम्नस् इति वदति चेत् तत्र दक्षिणहस्तेन यदा वामहस्तस्य स्पर्शः मया क्रियते तदा दक्षिणहस्तस्य स्पर्शः भवति एव. किन्तु वामहस्तेन दक्षिणहस्तस्य स्पर्शः न अनुभूतः. अतः नम्नस् इत्युक्ते तत्र इन्द्रियस्य एव नम्नस् इति भवति. महोदय तत् समस्या केनापि इन्द्रियेण भवितुं शक्नोति. चक्षुः एक नेत्रम् अस्ति किन्तु न द्रष्टुं शक्नोमि. तत्र इन्द्रियः अस्ति वा नास्ति अन्य इन्द्रियेण द्रष्टुं शक्नोमि. किं समस्या अस्ति एतत् अङ्गस्य न इदानीं तत्र नेत्रमिति गोलकम् अस्ति इति चिन्तयतु. इदानीं यः अन्धः अस्ति तस्य नेत्रमस्ति किन्तु नेत्रमस्ति सर्वेपर् अस्ति किन्तु तदापि कार्यं न करोति कथम्? इति तत्र इदानीं तत्र तदेव अहं वदन् अस्मि भगिनि. नेत्रमस्ति तथापि द्रष्टुं न शक्यते यथा अन्धवत् द्रष्टुं न शक्यते चेत् तत्र इन्द्रियस्य एव क्लेशः न तु नेत्रस्य. नेत्रमिति शरीरमस्ति शरीरस्य अवयवः अस्ति ज्ञानेन्द्रिय तथैव वामहस्त नम्नेस् अस्ति तत्र शरीरस्य अवयवः अस्ति वामहस्त तत्र इन्द्रियव अस्ति किन्तु तस्य स्पर्शं तेन न भूयते अनुभूयते. तत्र अवयवस्य भोगम् अस्ति तथैव चिन्तनं तत्र तदेव चिन्तनम्. इदानीम् अवयवस्य रोगः वा नो चेत् इन्द्रियस्य तत्र किमपि अभवत् वा इति चिन्तनीयं. तत्र अवयवशरीरस्य रोगः इति कृत्वा किमपि प्रतिबन्धकत्वेन इन्द्रियस्य कार्यं स्थगितम् इति अस्ति वा नो चेत् साक्षात् इन्द्रियस्य एव तत्र किमपि अभवत् वा इति चिन्तनीयं. यथा चक्षोः विषये नेत्रमस्ति तस्मिन् चक्षुरिन्द्रियं भवेत् अस्ति वा न वा इति कोऽपि न वक्तुं शक्यते. कथं वा वक्तुं शक्यते? द्रष्टुं शक्यते चेत् इन्द्रियमस्ति इति वक्तुं शक्यते, न द्रष्टुं शक्यते चेत् इन्द्रियः एव नास्ति, नो चेत् इन्द्रियस्य किमपि रोगः अभवत् इति एव वक्तव्यं. नेत्रस्य रोगः इति नास्ति. अस्तु, किन्तु इदानीं तत्र समीचीनचिन्तनमेव चिन्तनस्य अर्हविषयः एव अस्ति तत् एतत्. अस्तु, अग्रे गच्छामः. क्षम्यतां महोदय, अत्र इत्युक्ते अत्र शरीरे बहूनि त्वगिन्द्रियाणि सन्ति इति वा? यतोहि अत्र एकस्मिन् हस्ते तु वयं स्पर्शं ग्रहीतुं शक्नुमः, अपरस्मिन् हस्ते न ग्रहीतुं शक्नुमः. इत्युक्ते अत्र शरीरे बहूनि त्वगिन्द्रियाणि सन्ति इति वा? एकमेव खलु त्वगिन्द्रियम् इति कुत्र उक्तम्? अहं पृच्छामि, कुत्रापि न उक्तं, कुत्रापि न उक्तं. समीचीनप्रश्नः, समीचीनप्रश्नः. किन्तु यदा एतादृशप्रश्नः क्रियते चेदेव तस्मिन् विषये अस्माकं चिन्तनमपि भवति. इदानीं त्वगिन्द्रियम् इति एकमेव इति अस्मा इति स्वीकृतम्. इदानीं भवत्याः प्रश्नः यदा कृतः तत्र इदानीं तत्र चक्षुरिन्द्रियम् एकं वा द्वे वा सर्वेषां? विद्या भगिनी एकमेव इति चक्षुरिन्द्रियम् एकं वा द्वे वा एकम् इन्द्रियम् उपयोगं करोति एकमेव न न द्वे किमर्थम् इत्युक्ते इदानीं वामचक्ष वामनेत्रं निमीलयतु निमीलयतु इत्युक्ते तत्र तस्य आवरणं करोतु दक्षिणहस्तेन द्रष्टुं शक्यते किल चक्षु इन्द्रियं द्वे परन्तु एतत् विषयम् एव तत्र दृश्यं न बहवः चक्षुन्द्रियं द्वे सन्ति द्वे स्तः परन्तु एतत् विषये वयम् एकविषयम् एव दृश्यं तत्र अतः एकमेव इदानीं तस्मिन् विषये चिन्तनं नास्ति भगिनी तत्र यत् यत् यत् विजया भगिन्या उक्तं तत् सत्यमेव किन्तु तस्मिन् विषये चिन्तनम् इदानीं नास्ति प्रत्येकं शरीरे नेत्रद्वयं वर्तते इति सर्वैः वदतु मम चिन्तनम् इन्द्रियम् एकम् एव अस्ति किन्तु तस्य व्याप्तिः यत्र यत्र त्वच् अस्ति तत्र तस्य व्याप्तिः अस्ति न श्रूयते भगिनि यत्र यत्र त्वक् अस्ति तत्र इन्द्रियस्य व्याप्तिः अस्ति इन्द्रियम् एक एव किमर्थम् एकमेव इन्द्रियाणि इति अस्ति खलु न न अत्र लाघवं कुत्र अस्ति इदानीम् इन्द्रियद्वयं चक्षुरिन्द्रियद्वयं मयि वर्तते इति अहं वदामि चेत् अत्र कः क्लेशः तत्रैव लाघवमस्ति लाघवम् एक इन्द्रियम् अस्ति तत्र लाघवमस्ति न न इदानीं सर्वेषां शरीराणां मध्ये एकमेव इन्द्रियमस्ति चेत् तत्र लाघवमस्ति इन्द्रियस्य बहुत्वं स्वीकृतमेव एकमेव भवत्याः शरीरे यद् चक्षुरिन्द्रियमस्ति चक्षुरिन्द्रिय चक्षुरिन्द्रिय एकमेव अस्ति यत्र तस्य नेत्रमस्ति तत्र तस्य प्राप्ति भवति न तु इन्द्रियं चक्षुष चक्षोः प्राप्तिः आगच्छति न न इति भवती उक्तवती एव किन्तु इदानीम् एकनिमिषं भगिनि भगिनि एकनिमिषम् एकनिमिषं चक्षुरिन्द्रियस्य बहुत्वम् अनेकत्वं स्वीकृतं किल न एकमेव कुत्र स्वीकृतं न न प्रत्येकं शरीरे इदानीं प्रत्येकं शरीरे इति भवत्याः चिन्तनं किन्तु भिन्नभिन्नशरीरेषु भिन्नभिन्नचक्षुरिन्द्रियाणि वर्तन्ते इति स्वीकृतं किल तत्र सोपानेन गच्छामः सोपानेन गच्छामः चक्षुरिन्द्रियस्य अनेकत्वं स्वीकृतं वा न वा इति चेत् चक्षुरिन्द्रियस्य अनेकत्वं स्वीकृतम् इति चेत् मम शरीरे अपि इन्द्रियद्वयं भवतु अत्र किमपि कः क्लेशः तत्रैव लाघवमस्ति द्वयं केवलं कथं बहवः अपि शक्नोति न शिवसत्रे इदानीं पश्यतु तत्र चक्षुरिन्द्रियं कथं भवती जानाति एव चक्षुरिन्द्रियं कथं कार्यं करोति मम पुरतः यः घटः अस्ति तस्य ज्ञानं कथम् उत्पादयति इति चेत् चक्षुरिन्द्रियं तैजस इन्द्रियम् अस्ति तैजस इन्द्रियम् अस्ति इति कृत्वा चक्षुषातः चक्षुतः तैजसकणाः घटं प्रति गच्छन्ति गत्वा तस्य सन्निकर्षं करोति घटस्य सन्निकर्षं करोति तेन एव घटस्य ज्ञानं जायते इति अस्माभिः अधीतं किल इदानीं मम वामहस्तं स्वीकृत्य वामनेत्रम् उपरि अहं स्थापयामश्चेत् तत्र प्रतिबन्धः अस्ति यद्यपि नेत्रम् उन्मीलितमस्ति तथापि वामहस्तं वामनेत्रम् उपरि अहं स्थापयामश्चेत् तत्र तेजः न गच्छति, तस्य किमपि प्रतिबन्धनम् अस्ति इति कृत्वा वामनेत्रेण वामचक्षुषा घटं न द्रष्टुं शक्यते, किन्तु दक्षिणचक्षुषा घटं द्रष्टुं शक्यते इत्यतः तत्र इन्द्रियद्वयं भवतु, तत्र क्लेशः क्लेशः कः, तत्रैव लाघवमस्ति इति मम चिन्तनम्। तथैव यत्र चक्षुरिन्द्रियस्य एकत्वं, हा वदतु, त्वक् इन्द्रियमपि इन्फनैट् इति वदामः, मम वामहस्ते वेदना अस्ति, मम दक्षिणहस्ते जलम् अस्ति चेत् शीतलस्पर्शम् अस्ति इति चेत् एकः अङ्गस्य त्वक् एकः स्पर्शम् अनुभूयते इति कृत्वा समीचीनम् अनेकम् इति वक्तुं शक्नोति वा? इति स्वीकृत्य समीचीनम्, समीचीनतर्कः। इदानीं तत्र मम दक्षिणहस्तस्य शीतलजले स्थापितम्, अपि च तत्र मम वामहस्तस्य उष्णस्थले स्थापितम् इति चेत् वामहस्तेन औष्ण्यं मया ज्ञायते, दक्षिणहस्तेन शीतं मया ज्ञायते। इदानीम् एकमेव इन्द्रियमस्ति चेत् एकमेव एकस्मिन्नेव क्षणे कथं वा तत्र किमिति स्पर्शद्वयं मया ज्ञातुं शक्यते इति कृत्वा तत्र अनेकत्वं स्वीक्रियते चेत् तत्र क्लेशः एव नास्ति, अपि च एतत् सर्वं निरूपयितुं शक्यते। इदानीम् एकमेव इन्द्रियं त्वगिन्द्रियम् इति वदामश्चेत् तत्र इतोपि वक्तव्यं कथं वा एकस्मिन्नेव समये वामहस्ते औष्ण्यम् अपि च दक्षिणहस्ते शैत्यम् इति ज्ञातुं शक्यते एकमेव इन्द्रियः अस्ति चेत् इति तत्र इतोपि किञ्चित् वक्तव्यम् अस्ति, तत्र गौरवमस्ति। अपि च त्वगिन्द्रियस्य अनेकत्वम् अस्माभिः अङ्गीकृतमेव, यत् यद् त्वगिन्द्रियं भवत्या अस्ति तन् मम नास्ति इति कृत्वा त्वगिन्द्रियस्य अनेकत्वं स्वीकृतं भवतु इति कृत्वा तत्र मम शरीरे अपि त्वगिन्द्रियम् अनेकं भवतु, अत्र क्लेशः कः, तत्रैव लाघवमस्ति किल, अनेकत्वं स्वीकृतमेव, अतः मम शरीरे अपि भवतु। तत्र तादृशस्वीकरणेन किमपि पुनः नूतनक्लेशः उत्पद्यते चेत् तत्र चिन्तनीयमस्ति, नो चेत् भवतु। महोदय, इन्द्रियाणा मम चिन्तनम् एतत् अस्ति, इन्द्रियाणि किमपि लैक् सेण्टर् अस्ति, तेषां केपि मेसेजस् यु नो मेसेजस् like in English if I say, if there's a center, from there the messages are transmitted, and then there are receptors at the end organs. When the messages is received by the receptor, then only the experience, like it. If there are receptors at the skin, then you will have on the left side that receptors of the heat you will know, or the cold you will know. On the left side you will know the cold or heat. But if the receptors for the heat is not there, you won't feel the heat on the right side. You won't feel the heat on the left side. So that's why there are different receptors. That's why it is called the Jnana Indriyam. सरला भगिनी, इदानीं यद् भवत्या इन्द्रियाणि मेबि फर् द ब्रेन् सेण्टर् द इन्द्रियाणि दे सिमिलर्लि इन् द ऐस् आल्सो देर् अ सेण्टर् इन् द ब्रेन् फ्रम् देर् द सिग्नल्स् गो टु द सरला भगिनी, एकनिमिषम्। इदानीं वयं वैज्ञानिकशास्त्रवर्गे न स्मः, इदानीं वयं न्यायवर्गे स्मः। न्यायवर्गे एतत् सर्वम् उक्तं वा? नैयायिकानां मतानुसारं तत्र रिसेप्टर् अस्ति, मध्यभागे अस्ति इति तेषां प्रक्रिया नास्ति किल? इदानीं तेषां प्रक्रियानुसारं किम् इति वक्तव्यम्। तेषां प्रक्रियानुसारम् इदानीं त्वगिन्द्रियाणि बहवः बहूनि सन्ति. हा वदतु. मम चिन्तनमस्ति एकम् इन्द्रियाणि तस्य व्याप्तिः सर्वत्र अस्ति, किन्तु सर्वत्र यत्र यत्र त्वक् अस्ति तत्र इन्द्रियस्य व्याप्तिः भवति इति. न इति इति भवती उक्तवती, किन्तु इदानीं तस्य पुनः प्रश्नः, तत्र प्रतिपक्षः आक्षेपः मया क्रियते, यदि एकमेव इन्द्रियम् इति भवती वदति चेत् मम वामहस्तः औष्ण जले अस्ति, दक्षिणहस्तः शैत्यजले अस्ति, इदानीम् एकमेव इन्द्रियम् अस्ति चेत् मम मनसि मम आत्मनि कथं वा ज्ञानद्वयं भवति इति नैयायिकानां मतानुसारं भवती प्रतिपादयतु, निरूपयतु. एकं विजया भगिनी एकनिमिषं, तत्र सगल्या सरला भगिन्या सह अहं चर्चां कुर्वन् अस्मि. इन्द्रियेण ज्ञातम् अस्ति स्पर्शं शीत अस्ति वा उष्ण अस्ति, सो तत् ज्ञातं भवति इन्द्रियेण यत्र उष्ण अस्ति. इदानीं भवती उक्तवती एकमेव इन्द्रियम्, एकमेव इन्द्रियमस्ति चेत् एकेन इन्द्रियेण एकमेव स्पर्शं ज्ञातुं शक्यते. कथम् इन्द्रिय तस्य उष्ण अपि शीतोष्णस्पर्शम् अपि ज्ञातं भवति न, कथं केवलम् एकं यत् यत् विषयः तस्य पूर्वम् आगच्छति तत् तस्य अनुभवं भवति न? न न इदानीम् एकस्मिन् समये एकेन इन्द्रियेण एकस्मिन् समये इन्द्रियेण द्वे स्पर्शं ज्ञातं भवति अनुभवम् अस्ति एकस्मिन् समये युगपद्वे इन्द्रियैः अनुभवम् अस्ति वामहस्तापि एकस्मिन् समये युगपद्वौ गच्छति इन्द्रिये प्रति समीचीनं भवतु. इदानीं समयः जातः, वयं किं कुर्मः, एकनिमिषम् एकनिमिषम् एतत् एतत् अहं वदामि, क्षम्यतां. तत्र इदानीं ज्ञानं कथं भवति इति अस्माभिः न अधीतम्, अतः एषस्य एषा चर्चा तावत्पर्यन्तं स्थगयामः. नो चेत् कथम् इदानीं तत्र नैयायिकानां मतानुसारं ज्ञानं कथं भवति, चक्षुषा ज्ञानं कथं भवति, त्वचा ज्ञानं भवति इति ज्ञात्वा तदनन्तरं पुनः एतस्मिन् चर्चायाम् आगच्छामः. नो चेत् सर्वेषाम् अवगमनं नास्ति, तत्र युहामेव कुर्वन् सन्तः वयम् इति कृत्वा तत्र प्रथमं किं कुर्मः, अत्र पाठं यदा चलति तत् पठामः, तदनन्तरं यदा ज्ञानस्य विषये पाठः भवति तत्र ज्ञानं कथं भवति इत्यस्मिन् विषये पठित्वा पुनः अस्मिन् विषये चर्चयामश्चेत् तत्र इदानीं यत् यथा सरला भगिन्या उक्तं युगपत् एकस्मिन्नेव समये एकस्मिन्नेव इन्द्रियेण एकेन इन्द्रियेण एव स्पर्शद्वयमपि ज्ञातुं शक्यते इति भवत्या इति सरला भगिन्या उक्तं, तद् शक्यं व्या अशक्यं व्या इति ज्ञानं कथं भवति इति प्रक्रियायाः ज्ञानं विना न वक्तुं शक्यते इति कथः इति इत्यतः इदानीं तस्मिन् विषये चिन्तनं मास्तु इति मम प्रार्थना. अस्तु, समयः जातः. इदानीं तत्र जानकी भगिनी, सुस्वागतं भगिनी, भवती आगतवती. नमस्कारः महोदय. नमस्कारः. कथं चलति भवत्याः अत्र वर्गस्य अवगमनम् अभवत् वा, अत्र किं चलति इति? इतोपि किञ्चित् श्रुत्वा भवति, परन्तु यावत् चलति तावत् अवगमनम् अस्ति. अवगच्छति, अत्र सर्वं सरलमेव, समीचीनम्. अपि च अन्या कोऽपि अस्ति 5178 इति यु एस् देशतः, सा का? न जाने इदानीमपि अस्ति 8025835178 इति. महोदय धन्यवादः, नमस्कारः. अहम् आरती. अस्तु अस्तु. ओ आरती भगिनी वा, समीचीनं भगिनी, सुस्वागतं. भवती अवगतवती वा किमपि? किञ्चित् किञ्चित्. समीचीनं, तावद् अवगच्छति चेत् पर्याप्तं. समीचीनं, सुस्वागतं भगिनी. इदानीं अग्रिम भवत्याः समयानुसारं सोमवासरस्य सायङ्काले जानकी भगिनी कुत्र वसति इति न जाने. यदि भारतदेशे अस्ति चेत् अस्मिन् एव किमिति कुत्र? भारते एव. ओ भारते एव इत्युक्ते आगामि तत्र सौम्यवासर न भौमवासर, भौमवासरे इत्युक्ते ट्यूस्डे. एवमेव सति एतदेव एतस्य एव चिन्तनं पुनः भवति इति कृत्वा भवती आगच्छति चेत् इतोपि अर्थबोधः जायते. अस्तु, अत्र स्थगयामः. सर्वेषां नमस्कारः, सुस्वागतं च. समीचीन चर्चा अद्य अभवत्.